पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 109 गणावोचदुः कदाचिद्विष्णुदासोऽध कृत्वा नित्यविधिं द्विजः पाककर्माकरोद्यावदहरत्कोऽप्यलक्षितः तमदृष्ट्वाप्यसौ पाकम् पुनर्नैवाकरोत्तदा सायङ्कालार्चनस्यासौ व्रतभङ्गभयाद्विजः द्वितीयेह्नि ततः पाकं कृत्वा यावत् स विष्णवे उपहारार्पणं कर्तुं तावत् कोऽप्य हरत् पुनः एवं सप्तदिनं तस्य पाकम् कोऽप्यहरद्विज जातस्सं विस्मयसोध मनस्येव व्यचारयद अहो नित्यं समभ्येत्य खक्पादं हरदे मम क्षेत्रसंन्यासिनां स्थानमत्याज्यं सर्वथा मया पुनः पाकं विधायात्र भुज्यते यदि चेन्मयात् सायङ्कालार्चनं चैदत् परित्याज्यं कथं मया किञ्चित् पाकं विधायैदद्भोक्तव्यं तु मया न हि अनिर्वेद्यहरौ सर्वं वैष्णवैर्नैव भुज्यते उपोषितोऽहं च कथं तिष्ठाम्यत्र व्रतस्थितः अद्य संरक्षणं सम्यक् पाकस्यात्र करोम्यहम् इति पाकं विधायासौ तत्रैवालक्षितस्थितः तावद्दर्श चाण्डालं पाकान्नहरणे स्थितं क्षुत्क्षामं दीनवदनमस्ति चर्मावशेषितम् तमालोक्यद्विजाग्र्यो भूत् कृपया पन्नमानसः विलोक्यान्नहरं विप्रस्तिष्ठधिष्ठेत्यभाषद कथमत्ति भवान् रूक्षं हृदमे ददृहाणभोः इत्थं ब्रुवन्तं विप्राग्र्यम् आयान्तं च विलोक्य सः वेगादधावत्तद्भीत्या मूर्छितश्च पपातः भीतं तं मूर्छितं दृष्ट्वा चाण्डालं सद्विजोत्तमः वेगादभेत्य कृपया स्ववस्त्रां दैरवीजयद अधोद्धितं तमेवासौ विष्णुदासो व्यलोकयत साक्षान्नारायणं देवं शङ्खचक्रगदाधरं पीताम्बरं चतुर्बाहुं श्रीवत्साङ्गं किरीडिनम् अदसि पुष्पसङ्काश्यं कौस्तुभोरस्थलं विभुं तं दृष्ट्वा सात्विकैर्भावैरावृतो द्विजसत्तमः स्तोतुं चापि नमस्कर्तुं तदा नालम्बभूवसः अथ चक्रादयो देवास्तत्रैवाभ्याययुस्तदा गन्धर्वाप्सरसश्चापि जगुश्च न नृतुर्मुदा विमानशतसङ्कीर्णं देवर्षिगणसङ्कुलं गीतवादित्रनिर्घोषम् स्थानं तदभवत्तदा ततो विष्णुः समालिङ्ग्य स्वभक्तं सात्विकं तथा सायुज्यमात्मनो दत्त्वा न यद्वैकुण्ठमन्दिरं विमानवरसंस्थानमस्थितं विष्णुसन्निधौ दीक्षितश्चोलनृपतिर्विष्णुदासं ददर्शः वैकुण्ठभवनं यान्तं विष्णुदासं विलोक्य सः स्वगुरुं मुद्गलं वेगादाह्वयेद्धं वजोऽब्रवीद। चोल उवाच यस्पर्धया मया चैदद्यज्ञादानादिकं कृतं स विष्णुरूप दृग्विप्रो यादि वैकुण्ठमन्दिरं दीक्षितेन मया सम्यक् सत्रेऽस्मिन् विष्णवे त्वया हृदमग्नौ हृदा विप्रा दानाद्यैः पूर्णमानसाः नैवाद्यापि समे देवः प्रसन्नो जायते ध्रुवं भक्त्यैव तस्य विप्रस्य साक्षात्कारं ददौ हरिः। तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति भक्तिरेव परं तस्य निदानं दर्शने विभोः। नावूचदुः इत्युक्त्वा भागिनेयं स्वमभिषिच्य नृपासने आबाल्याद्दीक्षितो यज्ञे सा पुत्रत्वमगाद्यतः तस्मादद्यापि तद्देशे सदा राज्यांशभागिनः स्वश्रेया एव जायन्ते तत्कृताचारवर्तिनः यज्ञवाटं ततोऽभ्येत्य वह्नि कुण्डाग्रतस्थितः त्रिरुच्चैर्व्याजहाराशु विष्णुं सम्बोधयंस्तदा विष्णो भक्तिं स्थिरां देहि मनोवाकाय कर्मभिः। इत्युक्त्वा सोपदद्वह्नौ सर्वेषामेव पश्यतां मुद्गलस्तु तदा क्रोधाच्छिखामुत्पाडयत्स्वकां ततस्त्वद्यापि तद्गोत्रे मुद्गला विशिका भवन् तावदा विरभूद्विष्णुः कुण्डाग्नौ भक्तवत्सलः तमालिङ्ग्य विमानाग्र्यं समारोहयदच्युदः तमालिङ्ग्यात्मसारूप्यं दत्त्वा वैकुण्ठमन्दिरं तेनैव सह देवेशो जगामत्रिदशैर्वृतः। नारद उवाच यो विष्णुदासः सदु पुण्यशीलो यश्चोलभूपः स सुशीलनामा यदावुभौ तत्समरूपभाजौ द्वास्थौ कृतौ तेन रमाप्रियेण। इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामा संवादे कलहोपाख्यानं नाम नवाधिकशततमोऽध्यायः। ॐ